अस्तु, तर्हि गीतासोपानस्य द्वितीयभागस्य अन्तिमाध्यायः अयम्। अत्र शानजन्तरूपाणि इति अस्माकं प्रवर्तमानविषयः अस्ति। तत्र पञ्चम अभ्यासः, तत्र च षष्ठः अभ्यासः समाप्तः, सप्तमव्यासः इदानीम् आरब्धः, आरम्भणीयः। तत्र सप्तमं वाक्यम् इति साक्षात् कुर्मः, यतोहि तत् सर्वं वयं जानीमः एव। अनन्तरम् अस्माकं पक्षतः किञ्चित् कश्चन अभ्यासः भवितुमर्हति। अस्तु, तर्हि लक्ष्मी भगिनी कृपया सप्तमं वाक्यम्। पञ्चमाभ्यासे महोदय, सत्यं यत्र पर्यन्तं वयं प्राप्तवन्तः गते सप्ताहे, नितरां वर्धते तस्यां मा क्रीडत। तस्याम् इति कस्याम्? कस्यां मा क्रीडत? वृष्टौ महोदय, वृष्टौ अथवा वृष्ट्यां, वृष्ट्यां द्वयमपि साधु एव। वृष्टौ, वृष्टौ मा क्रीडत इति चेत् कीदृश्यां वृष्टौ मा क्रीडत? वृष्टौ नितरां वर्धमानौ वृष्टौ मा क्रीडत। अस्तु, समीचीनमस्ति। नाम भवत्या यत् उक्तमस्ति अनेन वयं किञ्चित् अध्येतुं शक्नुमः, यतोहि अत्र प्रातिपदिकं किं नाम वृद्धधातोः शानचतरूपं, तत्र प्रातिपदिकं किं? वृद्धधातोः शानजन्तरूपं, वृद्धधातोः शानजन्तरूपस्य प्रातिपदिकं किं? वर्धमान। नाम कीदृशशब्दः, तत्र शब्दपरिचयं वदतु। वृद्धधातुः तस्य प्रथमपुरुषलट्लकाररूपं वर्धते। न, एतत् सर्वं अत्र प्रातिपदिकमस्ति। लट् लट् लोड् लड् इति किमपि नास्ति, अत्र सुबन्तपदमस्ति, नामपदमस्ति खलु। लट् कुत्र अस्ति? नाम यत्र वयं वदामः यथा मुनिशब्दः, मुनिशब्दः इकारान्तपुल्लिङ्गशब्दः इति शब्दपरिचयः। वृष्टिः मुनिशब्दवत् इति अहं, न वृष्टिः इति नास्ति अत्र, वृद्धधातोः शानजन्तरूपं वृष्टि इति त्यजतु। वर्धते शब्दस्य शानजन्तरूपं वर्धमान। अत्र सप्तमीविभक्ति एकवचने वदामः चेत्, एकनिमेषः, मम प्रश्नः भिन्नः आसीत्। शब्दपरिचयः प्रातिपदिकस्य, यथा मुनिशब्दः इकारान्तपुल्लिङ्गशब्दः, इदानीं शानजन्तरूपं तत्र प्रातिपदिकं किं, तस्य च परिचयः कः? वर्धमान प्रातिपदिकं रूपम् अत्र वर्धमानः एकनिमेषः, मम प्रश्नः भिन्नः आसीत्। तत्र उदाहरणमपि मया दत्तं, मुनिशब्दः, मुनिशब्दः, मुनि इति प्रातिपदिकम् इकारान्तपुल्लिङ्गशब्दः, तावदेव विभक्तिशब्दः आगतः वा? न, तावदेव वक्तव्यमस्ति। अनेन भवती अवगमिष्यति कथमस्ति स्थितिः, अतः यथा मया उक्तं तथा वदतु कृपया। वर्धमान प्रातिपदिकं रूपं पुंलिङ्गे वर्धमानः भवति, स्त्रीलिङ्गे वर्धमानः. न न न न, तत्र पुल्लिङ्गे स्त्रीलिङ्गे एतत् सर्वं मया उक्तं वा? न महोदय. तर्हि यथा मया उक्तं तथा वदतु. अत्र काठिन्यं नास्ति, किमपि काठिन्यं नास्ति. अत्र वर्धमान इति प्रातिपदिकम् अकारान्तशब्दः त्रिषु लिङ्गेषु भवति. अत्र यथा मुनिशब्दः पुल्लिङ्गे अस्ति, अत्र विशेष्य निघ्नशब्दः अस्ति. विशेष्य निघ्नः यथा उत्तमः, उत्तम इति प्रातिपदिकम् अकारान्तशब्दः त्रिषु लिङ्गेषु भवति. अकारान्त किन्तु अकारान्तः नित्यम् अकारान्तः अस्ति. तत्र इकारान्त उकारान्त न कदापि भवति उत्तमशब्दः, भवति वा? न भवति. हा, इति सर्वे अवगच्छन्तु. अत्र प्रमात्मकविषयः, यतोहि वृष्टिः इकारान्तः, किन्तु तस्य विशेषणं भिन्नम् अस्ति. नाम किमपि अस्ति यत्र यथा उत्तमः उत्तमः मुनिः, उत्तमः मुनिः इति उत्तमः मुनिः इति नरेशमहोदय सप्तमीविभक्तौ वदतु कृपया. उत्तमे मुनौ. हा, तत्र तत्र उत्तमौ मुनौ भवति वा? न, उत्तमे मुनौ. हा, किमर्थं तथा? उत्तम सप्तमे विभक्ति उत्तम अकारान्त शब्द सप्तमे विभक्ति उत्तमे. मुनिः इकारान्त शब्द सप्तमी विभक्ति मुनौ. हा, नाम यद्यपि उत्तमशब्दस्य यद्यपि उत्तमशब्दः मुनिशब्दस्य विशेषणं तु जातम्, तथापि नित्यं तत्र उत्तमशब्दः अकारान्तशब्दः अस्ति, न कदापि इकारान्तः भवति. अतः ब्रह्मात्मविषयः यद्यपि अस्ति तथापि भ्रमः मास्तु. अत्र अस्माकम् उत्तमशब्दः नित्यम् अकारान्तः अस्ति, मुनिशब्दः इकारान्तः इति भवतु, नाम उत्तमे मुनौ. अत्र वर्धमान वर्धमान इति अकारान्त शब्दः, तस्य परिचयः कः? वर्तमान प्रातिपदिकम् अकारान्तशब्दः त्रिषु लिङ्गेषु भवति, किन्तु अकारान्तः. नितरां वर्धमाने वृष्टौ मा क्रीडत. किन्तु वृष्टिः इत्यस्य लिङ्गं किं वृष्टिशब्दस्य? अत्र यत्र कुत्रापि सकार तकार इकारः अथवा तकार इकारः, यत्र तकार इकारः अन्ते भवति तत्र सामान्यतया, कुत्रचित् अपवादः स्यात् किन्तु सामान्यतया तत्र तिनिति भवति, अथवा तादृशप्रत्ययः अस्ति इति कारणतः स्त्रीलिङ्गशब्दः. स्त्रीलिङ्गशब्दः नितरां वर्धमान्यां वृष्टं भवति. तत्र सम्यक्तया चिन्तयतु, भवती एतत् सर्वं जानाति, किमपि नास्ति अत्र. सम्यक्तया वदतु, विचिन्त्य वदतु. लता लता इति सप्तमी अन्तं किम् अस्ति? लतायां. तर्हि वर्धमानायां. हा, नितरां वर्धमानायां वृष्टौ मा क्रीडत. नाम अत्र वृष्ट्यां वदतु, वृष्टौ वदतु, उभयत्र वर्धमानायाम् इति एव भविष्यति, यतोहि वृष्टिः स्त्रीलिङ्गशब्दः. अपि च अपि च यतोहि वृष्टिः स्त्रीलिङ्गशब्दः, अपि च वर्धमान इति नित्यम् अकारान्तशब्दः, अतः लता इव अस्ति. वर्धमानः वर्धमाना वर्धमानम् इति अस्ति अकारान्तशब्दः इति कृतः इति कारणतः. अस्तु, समीचीनं, यथा उत्तमः उत्तमा उत्तमम्. अस्तु, अग्रे गच्छेम तर्हि. अग्रे सुब्रह्मण्यमहोदय, कृपया. शिशुः कल्पे सेते तं मा जागरयत. तं मा जागरयत इति मुख्यवाक्यमस्ति, मूलवाक्यम्. अतः अत्र कल्पे शयानं शिशुं मा जागरयत. समीचीनमस्ति. कल्पः इति सर्वे जानन्ति वा? यत्र कोऽपि शेते तस्य नाम कल्पः. अस्तु, समीचीनमस्ति. अत्र तम् इति द्वितीयविभक्त्यन्तमस्ति कर्मपदम् इति कृत्वा अत्र शिशुमस्ति. कीदृशं शिशुमिति कृत्वा शयानं शिशुं, तल्पे शयानं शिशुं मा जागरयत. अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. श्रीनिवासमहोदय, अग्रे. आम् महोदय. युद्धात् भीरवः पलायन्ते, तेषाम् अननं न श्रेयसे. अत्र तेषां हननं न श्रेयसे इति मूलवाक्यमस्ति. पलायन्ते क्रियापदमस्ति. शत्रन्तरूपं शाणजन्तरूपं शाणजन्तरूपं पलायमान इति अस्ति महोदय. युद्धात् पलायमानानां वीरवाम् अननं न श्रूयते. हा, समीचीनमस्ति. सम्यक् अस्ति, स्पष्टमस्ति वा सर्वेषां कृते? भीरु अत्र नत्वं भवति न वा? अत्र न भवति. अत्र भीरवः इत्यस्य प्रातिपदिकं किं? भीरवः. हा हा हा, तथा उक्तवान् वा? अहम् अन्यत्र शृणोमि स्म. भीरवः इत्यस्य प्रातिपदिकं किम् एकवारं वदतु. अरे बाप, ओके. अस्तु, तर्हि अत्र अजय महोदय किञ्चित् सहायं करोतु. भीरव इति चिन्तयामि महोदय. किं चिन्तयति? भीरव इति तु नास्ति. अत्र कः? अत्र लक्ष्मीभगिनी सहायं करोतु कृपया. नरेशमहोदय वदतु. नरेशमहोदय, अत्र सञ्जीवमहोदय किञ्चित् सहायं करोति वा? प्रातिपदिकं प्रातिपदिकमस्ति भीरु, उकारान्तपुल्लिङ्गशब्दः. हा, समीचीनमस्ति. भीरुशब्दः अस्ति, भीरुः भीरुशब्दः अस्ति. श्रीनिवास महोदय, तत्र तदाधारेण किञ्चित् समीकरोतु. भीरु यथा मुनिशब्दः, प्रथमाविभक्तौ बहुवचने किमस्ति मुनिशब्दः? मुनिशब्दः प्रथमविभक्ति मुनिनो मुनिनः महोदय. मुनिमुनिनो मुनयः. स्पष्टतया वक्तव्यमस्ति, मुनिनः भवति वा? मुनयः मुनि मुनौ मुनयः मुनयः हा शिशुशब्दः शिशुः शिशवः मुनिशब्द मुनिशब्दः किम् उक्तवान् पुनः वदतु मुनयः न न द्विवचने किमस्ति अस्माकं किञ्चित् मूल अभ्यासः अपेक्षितः इति भाति अत्र अत्र सुनिधि भगिनी वदति वा तत्र मुनिशब्दः प्रथमभक्तौ मुनिः मुनी मुनयः सुन्दरं बहु सम्यक् अस्ति शिशुः शिशुशब्दः शिशुः शिशु दीर्घकारः अस्ति किन्तु अपि च बहुवचने शिशवः तर्हि मुनिः मुनी मुनयः शिशुः शिशु शिशवः अत्र भीरुशब्दः सुनिधि भगिनी वदतु भीरुशब्दः भीरु भीरुः भीरु भीरवः हा सम्यक् अस्ति अस्तु श्रीनिवासमहोदय तथा वदतु भीरुः भीरु भीरवः इति प्रथमः महोदय किमस्ति तत् भीरूणां महोदय नकारः भवति अणत्वं भवति खलु शिशु अत्र अत्र भीरूणाम् इति अस्मिन् उकारः ह्रस्वः अथवा दीर्घः दीर्घः महोदय अस्ति शिशूनां मुनीनां भीरूणाम् अण भीरूणाम् अननम् अस्तु पुनः वाक्यं वदतु कृपया युद्धात् पलायमानानां भीरूणाम् अननं न श्रेयसे हा समीचीनमस्ति इदानीं पलायते इत्यस्य तत्र शानजन्तप्रातिपदिकम् एकवारं वदतु पलायते न न न शानजन्तरूपं प्रातिपदिकं पलायमान इति यथा देवशब्दः अकारान्तशब्दः पलायमान अतः यद्यपि भीरुशब्दः उकारान्तशब्दः अस्ति तथापि अत्र पलायमान इति सत्यं भवता यत् सर्वम् उक्तम् इदानीं सम्यक् अस्ति अकारान्तशब्दः अतः पलायमानानां भीरूणाम् इति अस्ति यद्यपि उकारान्तशब्दः तत्र अत्र अकारान्तशब्दः सम्यक् अस्ति अग्रे सहदेवमहोदय वदति वा आं महोदय माता पुत्रं प्रतीक्षते तस्याः मुखे उत्कण्ठा दृश्यते तस्याः मुखे उत्कण्ठा दृश्यते मूलवाक्यं तस्याः स्त्रीलिङ्गे षष्टिविभक्ति एकवचनं क्रियापदं प्रतीक्षते प्रतीक्षते प्रतीक्षते प्रतीक्षेते प्रतीक्षन्ते सम्यक्. ते पूर्वं प्रतीक्षमाना. सम्यक् उत्तमं. प्रतीक्षमाना परन्तु अत्र एकवारम् एकमस्ति प्रतीक्षा, अत्र मूर्धन्यषकारः अस्ति. मूर्धन्यषकारः अस्ति कृत्वा इति कृत्वा किं भवति? सुनिधि भगिनी साहाय्यं करोतु. मूर्धन्यषकारः अस्ति चेत् किं भवति? अतः किं भवति? किम्? अतः रूपं कथं कीदृशमस्ति? सम्यक्. ओ प्रतीक्षमाणः. प्रतीक्षमाण इति अस्ति. अस्तु, सहदेव महोदय अग्रे. हा प्रतीक्षमाण. षष्टिविभक्ति प्रतीक्षमाणायाः. मातरं प्रातिपदिकं. मातृ षष्टिविभक्ति न जानामि. माता. तत्र कर्तृ इत्यस्य षष्टि, पितृषष्टि, मातृषष्टि, षष्टि सर्वत्र समानमस्ति. मातुः. मातुः. मातुः पुत्रं प्रतीक्षमानायाः. तस्याः मुखे उत्कण्ठा दृश्यते. बहु सम्यक् अस्ति. सर्वं साधु एव. अत्र शब्दक्रमः किञ्चित् असामान्यः, किन्तु भवता तु कविता इति कृत्वा अनुमतिः अस्ति अस्माकम्. अतः बहुभ्यः दिनेभ्यः भवतः तत्र कविता इति कवि तत्र यथा भवान् नाम भवान् तु कविः इति कविता इति कृत्वा तत्र तस्य शब्दक्रमस्य किञ्चित् इतस्ततः भवति इति यदा कदाचित्. अस्तु, किञ्चित् अर्थः अवगम्यते चेत् शब्दक्रमः किञ्चित् भिन्नरीत्या स्यात्. अत्र सुब्रह्मण्यमहोदय तत्र सहायं करोति वा? अत्र पुत्रं प्रतीक्षमाणायाः मातुः मुखे उत्कण्ठा दृश्यते. उत्कण्ठा नाम? उत्कण्ठा इत्युक्ते चिन्ता अथवा बाधा, कष्टम्. सत्यं सत्यं. पुत्रं प्रतीक्षते, अत्र कर्मपदमस्ति खलु सहदेव महोदय? पुत्रं प्रतीक्षते. अत्र संस्कृतभाषायां शब्दक्रमः यः कोऽपि भवतु नाम तत्र न कापि चिन्ता अस्ति, साधु एव. किन्तु सामान्यतया तत्र शब्दक्रमः भवेत्. पुत्रं प्रतीक्षमाणायाः मातुः मुखे उत्कण्ठा दृश्यते. कवयः तथा कुर्वन्ति यथा भवता कृतं, किन्तु अत्र समीचीनमस्ति. अस्तु, सञ्जीवमहोदय कृपया. दुर्जनाः वृथा व्यवदन्ते, तेभ्यः दूरं गच्छत. वृथा विवदमानेभ्यः दुर्जनेभ्यः दूरं गच्छत. इति अस्ति. किञ्चित् प्रतिपादयतु कृपया, किं किम् अस्ति अत्र? विवदन्ते इति क्रियापदमस्ति. वदधातुः तस्य शानजन्तरूपं भवति प्रातिपदिकं वदमान इति वि उपसर्गपूरकं विवदमान इति अत्र तेभ्यः दूरं गच्छत तस्मिन् वाक्ये तेभ्यः इति पञ्चमी विभक्ति बहुवचनं बहुवचने अस्ति ततः विवदमान अपि पञ्चमीविभक्ति बहुवचने विवदमानेभ्यः इति भवति दुर्जनाः तस्यापि अकारान्तपुल्लिङ्गदुर्जनशब्दः तस्यापि पञ्चमीविभक्तौ बहुवचनरूपं दुर्जनेभ्यः इति यथा रामशब्दवत् ततः वाक्यं भवति विवदमान इति दुर्जनेभ्यः शब्दस्य विशेषणं भवति ततः वृथा विवदमानेभ्यः दुर्जनेभ्यः दूरं गच्छत इति उत्तरं भवति सत्यं बहु समीचीनमस्ति यथा सामान्यम् अस्माकं विशेष्यं भवति विशेषणं भवति प्रथमे वाक्ये विशेषणं विशेष्यं च भवतः यथा मातापुत्रं प्रतीक्षते मातापुत्रं प्रतीक्षते नरेशमहोदय वदतु अत्र विशेष्यं किं विशेषणं किं नाम शान्तरूपं कृत्वा विशेष्य माता माता विशेषणं प्रतीक्षमाना हा समीचीनमस्ति सम्यक् अस्ति अग्रे श्रीनिवासमहोदय तत्र नवमे वाक्ये तत्र विशेषणं किं विशेष्यं किं नवमीवाक्ये विशेषणम् अस्ति भीरूणां महोदय क्षम्यतां पलायमानानां विशेषणमस्ति विशेष्यमस्ति भीरूणां सत्यं अथवा तदेव अस्ति नाम प्रथमे वाक्ये युद्धात् भीरवः पलायन्ते इति तत्र भीरवः इति विशेष्यमस्ति ते च कीदृशाः इति चेत् पलायमानाः युद्धात् पलायमानाः भीरवः तेषां पलायमानानां भीरूणाम् इति स्थितिः अस्ति अग्रे गत्वा तथा कुर्मः एकवारम् अग्रिमं तत्र वद् इति धातुः अस्ति वि उपसर्गपूर्वकः तत्र यथा विवादः एकनिमेषः भवती अग्रिमं करोति विवादः अस्ति विवादः इति विवादशब्दं सर्वे जानन्ति खलु विवादः तत्र विवदत्ते इति लट्लकारे अस्ति विवदत्ते विवदमान अत्र अत्र प्रथमवाक्यं सन्धिमहोदय कथं भवति तत्र शालजातरूपं कृत्वा प्रथमवाक्यं केवलं दुर्जनाः वृथा विवदमानाः इति अस्ति अत्र विशेषं किं विशेषणं किं विशेषणं विवदमानाः विशेषं दुर्जनाः अतः समीचीनमस्ति अतः तत्र विशेषणविशेषभावं कृत्वा वृथा विवदमानाः दुर्जनाः अस्तु पुष्पभगिनी किमस्ति तत्तु पृष्ठतां विवदमान चर्चां न चर्चा यत्र यत्र सहमतं नास्ति यत्र विवादः अस्ति नाम विवादास्पदविषयः विवादास्पदं विषयः यत्र भवति तत्र तत्र कोलाहः ते वाक्यानि सम्यक् प्रयुञ्जते तेभ्यः किं ददामि वाक्यानि सम्यक् प्रयुञ्जते प्रयुञ्ज तत्तु प्रयुञ्जते प्रयुञ्ज प्रयुञ्जन्ते न प्रयुञ्जन्ते प्रयुञ्जमाना ते वाक्यानि न न न सम्यक् नास्ति सम्यक् नास्ति प्रयुक्तमाना न न अत्र धातुः कः युञ्ज् धातुः न रुडादिगणे अस्ति रुडादिगणे अस्ति इति कृत्वा तत्र विकरणप्रत्ययः धातोः मध्ये आगच्छति अस्तु त्यजतु इदानीम् अत्र धातुः अस्ति युज् उपसर्गपूर्वकः प्रयुज् तत्र प्रयुज् यावत् वयं लट् लकारस्य एकवचने नाम प्रथमपुरुषे एकवचने द्विवचने बहुवचने च न जानीमः तावद् वयं किमपि न कर्तुं शक्ष्यामः तर्हि वदतु प्रथमपुरुषस्य एकवचने द्विवचने बहुवचने च किं भवति न तथा नास्ति सन्धिः महोदय किञ्चित् सायं करोति वा लटि किं भवति युजदातु आत्मनेपदे युञ्जे युञ्जाते युञ्जते सुब्रह्मण्य महोदय युङ्क्ते युञ्जाते युञ्जते महोदय अत्र युङ्क्ते अस्ति अतः प्रयुङ्क्ते प्रयुञ्जाते प्रयुञ्जते पृष्ट्वा भगिनी शृणोतु प्रयुङ्क्ते प्रयुञ्जाते प्रयुञ्जते तदादरेण इदानीं शानजन्तरूपं कथमस्ति नाम सोपानानि वदतु सोपानानि बहुवचन लट्लकारे बहुवचन ते निष्कास्य मान आयाति प्रयुञ्जमानानि न न न कार्यं समाप्तं वा कार्यं सर्वं विस्मृतं वा अकार युक्ते युक्ते युञ्जाते अत्र प्रयुङ्क्ते शृणोतु शृणोतु एकवारं प्रयुङ्क्ते प्रयुञ्जाते प्रयुञ्जते प्रयुङ्क्ते तत्तु अकारः अस्ति तत्तु का आयाति अत्र अकारः नास्ति तत्र हलन्तशब्दः अस्ति युङ्क्ते न ते इति अस्मात् पूर्वं कः वर्णः अस्ति ककारः प्रयुञ्जान प्रातिपदिकं प्रयुञ्जान प्रयुञ्जान अस्तु तेभ्यः किं ददामि तत्तु मुख्यवाक्यः प्रयुञ्जानेभ्यः तेभ्यः ते वाक्यानि सम्यक् प्रयुञ्जानेभ्यः तेभ्यः प्रयुञ्जानेभ्यः किं ददामि सः ते प्रयुञ्जानेभ्यः पदस्य अर्थम् अस्ति न तर्हि आहत्य वाक्यं पुनः वदतु एकवारं पुनः पुनः ते वाक्यानि सम्यक् प्रयुञ्जानेभ्यः किं ददामि वाक्यं समीचीनमस्ति. अत्र प्रयुञ्जानेभ्यः इति विशेषणं कस्य पदस्य? ते इति संयोजयतु अस्मिन्. अस्तु, वाक्यानि सम्यक् प्रयुञ्जानेभ्यः तेभ्यः किं ददानि? हा, इति वाक्यं सुन्दरं. तेभ्यः अर्थं प्रयुञ्जानेभ्यः तस्मात् न अर्थं न अर्थः स्पष्टः नास्ति वा? अस्ति वा? नास्ति वा? अस्ति न. वाक्यानि सम्यक् प्रयुञ्जेभ्यः प्रयुञ्ज इत्युक्ते प्रयोगः, प्रयोगं करोति, प्रयोगं करोति इति प्रयुञ्जे. कोऽपि कर्तुं शक्यते. अस्तु महोदय, अपि च प्रथमं वाक्यं केवलं ते वाक्यानि सम्यक् प्रयुञ्जते इति शालजतरूपं कृत्वा वदतु कथमस्ति. ते वाक्यानि सम्यक् प्रयुञ्जानाः. ते वाक्यानि सम्यक् प्रयुञ्जानाः इति अस्ति. सम्यक्, बहु समीचीनमस्ति, सम्यक्तया उक्तवती भवती. अस्तु, समीचीनमस्ति. अत्र प्रयोगशब्दस्य प्रयोगशब्दं कृत्वा तत्र प्रयोगं करोति इति कथं स्यात्? अत्र सञ्जीवमहोदय सहायं करोति वा? प्रयुञ्जते इति प्रयोगं कुर्वन्ति, प्रयोगं कुर्वन्ति. अत्र अत्र शानच् भविष्यति कुर्वाण, कुर्वन्ति इति उक्तं मया. कुर्वन्ति तत्र शत्रन्तरूपं भवति. हा, इति सत् इति अस्ति खलु. हा, वदतु एकवारं. शत्रन्तप्रातिपदिकम् अत्र किमस्ति? कुर्वन्, कुर्वन्तौ, कुर्वन्तः. हा, किन्तु प्रातिपदिकं किं? कुर्वत्. हा, तर्हि वाक्यं कथमस्ति? सम्यक् वाक्यानि कुर्वद्भ्यः तेभ्यः किं ददामि? किन्तु प्रयोगशब्दस्य अपि नाम प्रयुञ्जते इति प्रयोगं करोति. सम्यक् प्रयोगं कुर्वद्भ्यः, सम्यक् वाक्यानि प्रयोगं कुर्वद्भ्यः तेभ्यः किं ददामि? हा, सुन्दरं सुन्दरं, बहु समीचीनमस्ति. इदानीं सुब्रह्मण्यमहोदय, तत्र क्रीडातुः उभयपदे अस्ति खलु, तर्हि कुर्वन्ति इति किं भवति तत्र यदि आत्मनेपदे अस्ति? अत्र कुर्वते भवति महोदय, बहुवचनरूपं कुर्वते. हा, सम्यक्. तस्य च शानजन्तरूपं? तस्य शानजन्तरूपं भवति, प्रातिपदिकमस्ति कुर्वाण. अत्र कुर्वाणाः इति ते वाक्यानि सम्यक् प्रयोगं कुर्वाणः इति प्रथमवाक्यं भवति. वाक्यानि ते वाक्यानि सम्यक् प्रयोगं कुर्वाणाः. हा, कुर्वाणाः. समीचीनं समीचीनम्. आहत्य आहत्य वाक्यानि सम्यक् प्रयोगं कुर्वाणेभ्यः तेभ्यः किं ददानि? हा इति अस्ति, सम्यक् सम्यक् सुन्दरम्। अग्रे गच्छेम। अधुना अधुना लक्ष्मीभगिनी वदतु। न, लक्ष्मीभगिनी उक्तवती, अस्तु सुनिधिभगिनी न, अजयमहोदय वदतु, अनन्तरं सुनिधिभगिनी। यशोदा कृष्णम् उलूखले बध्नीते, तां गोप्यः आह्वयन्ति। तां गोप्यः आह्वयन्ति मूलवाक्यमस्ति। बध्नीते बध्नीते बध्नानः लटि लटि रूपाणि कथं सन्ति? बध्नीते बध्नाते बध्नते। बहु वा बहु सम्यक् अस्ति, बहु समीचीनम्। तर्हि बध्नानं कृष्णम् उलूकले बध्नानं भद्रानं तां गोप्यः आह्वयन्ति। किन्तु अत्र तामिति का अस्ति? तामिति उलूकले बध्नानं नाम ता अत्र तामिति अस्ति, तस्य प्रथमाविभक्तिः किं किम्? तामिति ताते ताः तातेताः इति वा? सः सः सा ते ताः सा अत्र सा का? सा यशोदा। इदानीं सम्यक् अस्ति। इदानीं पुनः वदतु कृपया, अत्र स्त्रीलिङ्गे अस्ति खलु? कृष्णम् उलूखले बध्नानां यशोदां गोप्यः आह्वयन्ति। हा बहु सम्यक् अस्ति इति अस्ति। अस्तु अग्रे सुनिधि भगिनी। अग्रे महोदय, अत्र बध्नीते धातुः अस्ति बन्ध, बद् धातुः, धातुकोशे तत्र परस्मैपदी एव इति, उभयपदी नास्ति, आत्मनेपदी न दृश्यते। तथा नास्ति, तथा नास्ति, मम पार्श्वे अपि न, तथा नास्ति। बध्नीते बध्नाते बध्नते इति भवति एव। अत्र भिन्नधातुः प्रायः, कः धातुः अस्ति भवतः सविधे? तत्र कः धातुः अस्ति? बन्ध, क्रियादिगणे। क्रियादिगणे, तत्र क्रियादिगणे बन्ध इति धातुः अस्ति, किन्तु तथा नास्ति, उभयपदी धातुः अस्ति अवश्यम्। यथा क्रीणाति क्रीणीते महोदय, तथा एव अत्रापि, किन्तु परस्मैपदी एव इति न, परस्मैपदी इति नास्ति, अनन्तरं दृष्ट्वा वदामि, किन्तु बध्नीते बध्नाते बध्नाते इति अवश्यं भवति। बन्ध् पश्यामि इदानीं पश्यामि, किन्तु तथा नास्ति। बन्ध् एकवारम्, एकनिमेषः अग्रिमं कुर्मः तावता। भगिनि सुनिधि महोदय उल्लूखले अर्थम् अर्थं किम् उलूखला इति कोऽपि जानाति वा इदानीं मम पार्श्वे नास्ति पिष्टनयन्त्रं महोदय पिष्टनयन्त्रं पुरातनकाले यः शिलाखण्डम् उपयुज्य पिष्टनं कुर्वन्ति तदस्ति पिष्टनयन्त्रमस्ति ते गुरुम् आद्रियन्ते तेषु उत्साहः दृश्यते तेषु उत्साहः दृश्यते मूलवाक्यमस्ति आद्रियमानः तत्र दृढातु अस्ति रूपाणि कथं भवन्ति तत्र दृढातुः अत्र चुदादिगणे आद्रियते आद्रियेते आद्रियन्ते आद्रियते आद्रियेते आद्रियन्ते इति रूपाणि तर्हि तदाधारेण कथमस्ति आद्रियन्ते इति आद्रियमान गुरुम् आद्रियमानेषु तेषु उत्साहः दृश्यते हा बहु समीचीनमस्ति गुरुम् आद्रियमाणेषु अत्र अण्णत्वमस्ति खलु आद्रियमाणेषु तेषु उत्साहः दृश्यते सम्यक् अस्ति अग्रे गच्छेम तर्हि अधुना लक्ष्मीभगिनी अग्रे सर्वे कृतवन्तः खलु तावता सर्वे कृतवन्तः इति मन्ये सैनिकाः सैनिकाः धैर्येण युध्यन्ते तैः देशः रक्षितः धैर्येण युध्यमानैः सैनिकैः देशः रक्षितः सम्यक् सम्यक् विशेषं किं विशेषं किम् सैनिकाः विशेष्यं युध्यमानाः विशेषणं हा हा हा धैर्येण युध्यमानाः सैनिकाः तैः अस्तु समीचीनमस्ति सुन्दरं सुन्दरम् अग्रे गच्छेम तर्हि सुब्रह्मण्यमहोदय कृपया अग्रे ताः सत्यमेव ब्रुवते तासु सर्वे स्निह्यन्ति अत्र ब्रुवते अस्ति ब्रुवते ब्रुवाते एकनिमिषं महोदय ताः ब्रूते ब्रुवाते ब्रुवते अस्ति महोदय अतः अत्र मकारः मुगागमः न भवति ब्रुवाण इति प्रातिपदिकमस्ति ताः सत्यमेव ब्रुवाणाः इदानीं सत्यमेव ब्रुवाणासु तासु सर्वे स्निह्यन्ति समीचीनमस्ति वाक्यस्य अर्थः कः यः सम्यक् सत्यं वदति याः सत्यं वदन्ति तासु सर्वे तेषां सर्वे स्नेहं कुर्वन्ति इति तासां सर्वे स्नेहं कुर्वन्ति याः सत्यं वदन्ति षष्टि इति किमर्थं वदति तासां आ, न महोदय, अत्र अत्र षष्ठी इत्यस्य आवश्यकता नास्ति. याः सत्यं वदन्ति ताः सर्वे स्नेहं कुर्वन्ति. ताः ताः इति का विभक्तिः अत्र? अत्र द्वितीया विभक्ति बहुवचनं महोदय. अत्र किन्तु अत्र तासु सर्वे स्निह्यन्ति इत्यस्मिन् वाक्ये तत्र तासु इति का विभक्तिः? अत्र तासु इति सप्तमी विभक्ति महोदय. किमर्थं तथा? अत्र स्नेह यत्र यस्याम् अत्र यस्मिन् स्नेहः अस्ति इति तस्मिन् समये अत्र सप्तमी विभक्ति एव उपयोगं करिष्यामः महोदय. अतः न स्नेह प्रेम वात्सल्यम् अतः इदानीं न महोदय, क्षम्यताम्. अत्र याः सत्यं वदन्ति तासु सर्वे स्नेहं कुर्वन्ति. हा सम्यक् सम्यक्, सुन्दरम् इदानीं. यथा आदरः, यथा भवान् उक्तवान् प्रेम आदरः स्नेहः इति अधिकम् एतत् सर्वं तत्र सत्यम्. अस्तु समीचीनम्, अग्रे गच्छेम तर्हि. नरेशमहोदय अग्रे कृपया. निरीक्षकाः परीक्षां निरीक्षन्ते. तेभ्यः छात्राः बिभ्यति. मूलवाक्यं तेभ्यः छात्राः बिभ्यति. परीक्षां निरीक्षन्ते, निरीक्षन्ते शानजन्तरूपं निरीक्षमान वाक्यानि. परीक्षां निरीक्षमानेभ्यः निरीक्षकेभ्यः छात्राः बिभ्यति. हा पुनः वाक्यं वदतु एकवारं, सम्यक् आसीत् केवलम् एकः बिन्दुः, पुनः वदतु. परीक्षां निरीक्षमानेभ्यः निरीक्षकेभ्यः छात्राः बिभ्यति. केवलं नाम दूरवाणी बहु समीचीना नास्ति इति कृत्वा, किन्तु अस्ति अस्ति सत्यं. परीक्षां निरीक्षमाणेभ्यः तत्र अणत्वम् अस्ति खलु षकारस्य प्रभावेन, तर्हि निरीक्षमाणेभ्यः निरीक्षकेभ्यः छात्राः बिभ्यति. समीचीनमस्ति. अत्र तेभ्यः निरीक्षमाणेभ्यः निरीक्षकेभ्यः इति तत्र का विभक्तिः अस्ति? चतुर्थी. किमर्थं पञ्चमीविभक्तिः? तेभ्यः छात्राः बिभ्यति. तेभ्यः किमर्थं पञ्चमीविभक्तौ? निरीक्षकात् छात्राः बिभ्यति. मम प्रश्नः किञ्चित् भिन्नः अस्ति. तेभ्यः तत्र अस्मिन् वाक्ये अत्र कारकस्य प्रश्नः अस्ति, किमर्थं पञ्चमीविभक्तिः, तस्य कारणं किम्? यथा उपरि वयम् उक्तवन्तः यत् यत्र स्नेहः अस्ति, आदरः अस्ति, प्रेम अस्ति, तत्र का विभक्तिः भवति नरेश महोदय? स्नेह तस्यां स्नेहः अस्ति सप्तमी विभक्ति. हा अत्र अत्र कीदृशी परिस्थितिः अत्र भवतः वाक्ये? अत्र निरीक्ष अत्र प्रेम अस्ति वा स्नेहः अस्ति? न अस्ति. बिभ्यति भयं भयं भयम् अस्ति. यत्र भयमस्ति तत्र का विभक्तिः भवति? पञ्चमी. हा इति पञ्चमी भवति यत्र भयमस्ति तदर्थमेव पञ्चमी विभक्तिः. यत्र भयमस्ति. अस्तु समीचीनमस्ति. अग्रे गच्छेम. सदैव महोदय अग्रे. आम् आम् युवकः वृद्धान् सेवते तस्य सहायं कुर्मः. तस्य सहायं कुर्मः मूलवाक्यं. तस्य षष्टिविभक्ति पुल्लिङ्ग एकवचनं. सेवते सेवते सेवेते सेवन्ते. सेवन्ते ते पूर्वं सेवयोगः मान सेवमानः सेवमानः. षष्टिविभक्ति सेव सेवमान. एकवचने सेवते सेवेति सेवन्ति. सेवते इति ते इति स्मर मकारः इति कृत्वा मुगागमः भवति न वा? आम् मुगागमः अस्ति. अस्ति सत्यमेव उक्तवान्. मुगागमः अस्ति. आम् सेवमानः. आम् किन्तु तस्य षष्टिविभक्ति अनन्तरं सेवमानस्य वृद्धान् युवकस्य तस्य सहायं कुर्मः. अत्र अत्र सेवमानस्य कस्य विशेषणम्? युवकः. हा हा हा तत् अतः तस्मिन् तस्मात् पूर्वं वाक्ये तस्मात् पूर्वं स्थापयतु. पुनः वाक्यं वदतु. आम् सम्पूर्णं वाक्यं. सेवमानस्य युवकस्य वृद्धान् वृद्धान् इति कर्मपदमस्ति. कस्य कर्मपदम्? नाम इदानीं कविता मास्तु. इदानीं सम्यक्तया नाम तत्र वाक्यम् अवगत्य वदतु. नाम कर्मपदं कस्य विशेषणविशेषभावः कुत्र इति भवान् यदुक्तवान्. समस्या का इति चेत् भवान् यदुक्तवान् तत् सत्यमासीत्, व्याकरणदृष्ट्या सत्यमासीत्. किन्तु भवान् वाक्यम् अवगतवान् इत्यस्मिन् विषये मम विश्वासः नास्ति. श्रुत्वा वाक्यं श्रुत्वा तदर्थं पृच्छामि. तत्र वृद्धान् इति कस्य कर्मपदम्? वृद्धान् अत्र वाक्यस्य अर्थम् अवगच्छति वा? युवकः बालकः. हा बालकः. वृद्धः इति? वृद्धः अधिकवर्षीयः सप्ततिः वर्षीयः अशीतिः वर्षीयः यस्य आयुः अधिका अस्ति. अस्तु अस्तु. अपि च सेवते इत्युक्ते सेवां करोति. सेवां करो. ओ अस्तु अस्तु. तर्हि वृद्धान् इति कर्मफलं कस्य शब्दस्य? यस्य कर्मपदं तस्मात् पूर्वं स्थापयतु वाक्ये, तदानीं समीचीनमस्ति. सेवमानस्य युवकस्य तस्य सहायं कुर्मः. हा सम्यक् सम्यक् सम्यक्, सर्वं सम्यक् अस्ति. किन्तु वृद्धान् कुत्र स्थापयिष्यति? कस्य कर्मपदमस्ति? ओ वृद् वृद् वृद्धा. न सुनिधि भगिनी किञ्चित् साहाय्यं करोतु. अत्र वृद्धान् इति कर्म इति कर्मपदं कस्य? वृद्धान् युवक कर्मपदं सर्वदा सर्वदा कस्यचित् क्रियापदस्य. तर्हि वृद्धान् पथम् किं नाम कस्य कर्मपदम् कस्य कर्मपदम् आं सेवते. सेवते इति अस्य. सम्यक्. तर्हि भवती वाक्यं वक्तुं शक्नोति वा? युवकः वृद्धान् सेवते, तस्य साहाय्यं कुर्मः. तत् कथमस्ति इति? शानच् प्रत्यय वृद्धान् युवकस्य सेवमानस्य साहाय्यं. साहाय्यं कुर्मः. किन्तु अत्र अत्र मम प्रश्नः अस्ति यत् भवती उक्तवती खलु वृद्धान् इति सेवते इति अस्य कर्मपदम्. अपि च सेवमान इति कस्य विशेषणं? युवकस्य. तर्हि शब्दक्रमः तथा भवेत्. नाम कर्मपदं क्रियापदस्य पूर्वम्, अपि च नाम इदानीं क्रियापदं सानजन्तरूपं जातम्, अपि च स च सानजन्तरूपं तत्र युवकस्य इत्यस्य विशेषणम्. अतः पुनः वदतु कृपया शब्दक्रमं समीकृत्य. वृद्धान् सेवमानस्य युवकस्य साहाय्यं कुर्मः. इति वाक्यमस्ति. इति वाक्यं श्रुत्वा अस्माकं मनसि विश्वासः उत्पन्नः यत् यः उक्तवान् अथवा या उक्तवती तद् वाक्यं, तस्य मनसि अथवा तस्याः मनसि स्पष्टता अस्ति यत् वाक्यस्य अर्थः कः. यदि वयं वदामः युवकस्य सेवमानस्य वृद्धान् साहाय्यं कुर्मः इति, तत्र किञ्चित् तत्र किञ्चित् इतस्ततः अस्ति. अस्तु. इति नाम तत्र साहाय्यमिति कस्य साहाय्यं तत्र सुनिधि भगिनी वदतु, अत्र कस्य साहाय्यम् अस्ति अत्र? वृद्धस्य. वृद्धस्य साहाय्यम् अत्र किम्? अजय महोदय तत्र अत्र कस्य युवकस्य साहाय्यं? युवकस्य. खलु. नाम तत्र सेवा भवति वृद्धस्य, किन्तु साहाय्यं युवकस्य, खलु? सेवा भवति तत्र वृद्धस्य सेवा, नाम युवक युवकः सेवां करोति युवकः, तस्य च युवकस्य साहाय्यं कुर्मः सेवायाः करणार्थं साहाय्यं कुर्मः. अस्तु, समीचीनमस्ति. इदानीं सहदेव महोदय तत्र अवगच्छति वा? अवगच्छामि महोदय. तर्हि वाक्यं वदतु एकवारं, कथमस्ति? वृद्धान् सेवमानस्य युवकस्य सहायं कुर्मः. समीचीनमस्ति. तत्र सेवा अपि अस्ति, सहायमपि अस्ति. सेवा भवति वृद्धान् प्रति, अपि च सहायं भवति युवकस्य. स्पष्टता भवेत्. अस्तु, अग्रे गच्छेम. सम्यक् अभ्यासः जातः. अग्रे तर्हि सञ्जीवमहोदय कृपया अग्रे. आकाशे नक्षत्राणि द्योतन्ते, तानि बालाः वीक्षन्ते. आकाशे द्योतमानानि नक्षत्राणि बालाः वीक्षन्ते इति भवति. प्रथमवाक्यः वदतु किञ्चित्. आकाशे नक्षत्राणि द्योतन्ते इति, द्योतन्ते इति क्रियापदमस्ति. द्युतधातुः द्योतमान इति शानजन्तरूपं. द्योतमानानि इति रूपं नक्षत्राणि पदस्य विशेषणं. द्योतमानानि नक्षत्राणि उभये पदेपि द्वितीयविभक्तौ बहुवचनरूपम्. आकाशे द्योतमानानि इत्युक्ते प्रकाशमानानि नक्षत्राणि ताराः इति अर्थं. ता बालाः वीक्षन्ते, बालाः पश्यन्ति. आकाशे द्योतमानानि नक्षत्राणि बालाः वीक्षन्ते. सुन्दरं सुन्दरं, तथैव सम्यक् सम्यक्. अग्रे गच्छेम तर्हि. अजय महोदय अग्रे. महोदय, बालाः आकाशे योज्यमानानि नक्षत्राणि वीक्षन्ते न कर्तृपद परं कर्मपदम् अस्ति न? तानि बालाः वीक्षन्ते, तत्र तानि तु बालाशब्दस्य अनन्तरं स्थापयितुं शक्नुमः, तत्र न कापि हानिः अस्ति. समीचीनमेव, बालाः तानि वीक्षन्ते. समीचीनमेव. अस्तु, जय महोदय अग्रे. सा नितरां खिद्यते, तां सख्यः सान्त्वयन्ति. तां सख्यः सान्त्वयन्ति इति मूलवाक्यमस्ति. तां खिद्यते, खिद्यते, खिद्यन्ते, खिद्यमान इति प्रातिपदिकमस्ति. खिद्यमानां नितरां खिद्यमानां तां सख्यः सान्त्वयन्ति. हा, बहु समीचीनमस्ति. अस्तु, किञ्चित् समयः अवशिष्टः अस्ति. पुस्तकस्य अन्तिमपृष्ठद्वये तत्र नूतनं किमपि नास्ति, विशेषतः नास्ति. सर्वे कुर्वन्तु. इदानीं कश्चन अभ्यासः इतोपि लाभदायकः भवति इति अहं मन्ये. अत्र अहं क्रियापदम् अहं वदामि, तदाधारेण भवन्तः वाक्यद्वयं विरचय तत्र द्वयोः मेलनं करोतु, यथा अस्मिन् अभ्यासे आसीत्, भवन्तः तत्र रचयन्तु। अत्र सुब्रह्मण्यमहोदय अस्ति अस्ति भाषते भाषते, तदाधारेण वाक्यद्वयं विरचयति वा, भाषते। लक्ष्मीभगिनी याचते, पुष्पाभगिनी कामयते, श्रीनिवासमहोदय स्पर्धन्ते स्पर्धते, नरेशमहोदय अधुना सहते, अजयमहोदय वन्दते, सुनिधिभगिनी प्रार्थयते, सञ्जीवमहोदय तत्र भुङ्क्ते, सदैव महोदय अत्र लभते, यथा अभ्यासे आसीत् वाक्यद्वयम् अनन्तरं मेलनं करोमि वा महोदय? अस्तु, मम क्रियापदमस्ति भाषते, वक्ता भाषते, तं सर्वे शृण्वन्ति, भाषमाणं वक्तारं सर्वे शृण्वन्ति। सुन्दरं, बहु समीचीनमस्ति, तथैव तथैव अस्तु, करोतु। मम शब्दः अस्ति याचते, दरिद्रः धनं याचते, अहं दातुमिच्छामि, धनं याचमानाय दरिद्राय अहं दातुमिच्छामि। समीचीनं समीचीनं, बहु समीचीनमस्ति, सुन्दरं। पुष्पा भगिनी अग्रे, अन्य कोऽपि भगिनी अस्ति सिद्धा वा? वाक्यं नास्ति नास्ति अस्तु, अन्य कोऽपि वा? महोदय अहं प्रयत्नं करोमि, श्रीनिवास। बालकाः स्पर्धन्ते, बालकाः कन्दुकं क्रीडन्ति, अत्र कन्दुकं क्रीडन्ति इति वाक्यं न भवति, कन्दुकेन क्रीडन्ति। अस्तु महोदय, स्पर्धमानाः बालकाः कन्दुकेन क्रीडन्ति, किन्तु अत्र प्रथमाविभक्तौ मास्तु। अस्तु, समीचीनमस्ति, भवान् वाक्यं तु समीचीनमेव, अन्यत् वाक्यं विरचयतु यत्र प्रथमाविभक्तौ न स्यात्, सर्वे मनसि तत्र तथा, यथा सुब्रह्मण्यमहोदय तत्र द्वितीयविभक्तौ, लक्ष्मीभगिनी चतुर्थीविभक्तौ कृतवती, तथैव सर्वे यावत् शक्यं, प्रथमविभक्तौ न स्यात्। अन्य कोऽपि वा? अहं नरेश, सहते सहते, वृद्धः भारं सहते, तं सहायं करोतु, सहते शानजरूपं सहमानः, तो भारं सहमान, भारं सहमानं वृद्धं सहायं करोतु। किन्तु अत्र चिन्तनं समीचीनमस्ति, किन्तु कश्चन दोषः अस्ति, अत्र समीचीनदोषः अस्ति, दोषः कः इति, दोषः कः इति अत्र कः वदति, श्रीनिवासमहोदय तत्र तस्य दोषः कः? श्रुतवान् वा पुनः वदतु, सर्वे शृण्वन्तु एकवारं, नरेशमहोदय तत्र वाक्यं वदतु पुनः आरम्भतः. वृद्धः भारं सहते, तं सहायं करोतु. भारं सहमानं वृद्धं सहायं करोतु. हा, तत्र दोषः कः अस्ति? श्रीनिवासमहोदय वदतु. न जानाति चेत् वदतु साक्षात्. लक्ष्मीभगिनी सहायं करोतु. भारं सहमानस्य वृद्धस्य सहायं करोतु, षष्ठी भवति महोदय. तत्र द्वितीय तत्र तं सहायं करोतु इति न भवति नरेश महोदय. तं सहायं साहाय्यमित्यस्य कर्मपदं न भवति, न कदाचित् षष्ठी अस्ति. तस्य सहायं करोतु. तस्य सहायं करोतु. भारं सहमानस्य वृद्धस्य सहायं करोतु. यथा यत्र ल्यूट् अस्ति, ल्यूट् वयं किं वदामः, यत् अहं पाठशालां गच्छामि, किन्तु गमनं करोमि इति चेत् तत्र सुब्रह्मण्यमहोदय तत्र कथमस्ति गमनमिति वदामः? अत्र षष्ठीविभक्ति उपयोगं करिष्यामः महोदय. अहं पाठशालायाः गमनं करोमि. गमनम् इत्यस्य कर्मपदं न भवति, किन्तु समीचीनमस्ति. अहं नरेशमहोदय, अहं पत्रं लिखामि, किन्तु अहं लेखनं करोमि इति भवति चेत् कथमस्ति? पत्रस्य लेखनं करोमि. यदा लिखामि अस्ति तदानीं कर्मपदं भवति. अस्तु, अहं तत्र सुनिधि भगिनी, अहम् ओदनं खादामि, किन्तु यदि वदामि खादनं करोमि तदानीं किं भवति? ओदनस्य खादन. वाक्यं पुनः पूर्णतया. सत्सम्यक्. अहम् ओदनं खादामि, इदानीं खादनम् इति वदतु. अहम् ओदनस्य खादनं करोमि. इति अस्ति, तत्र षष्ठी अस्ति, तत्र साहाय्यमपि तथा द्वितीयविभक्तिः न भवति. अस्तु, अग्रे अन्य कोऽपि वदतु. छात्राः स्पर्धन्ति, गुरुः छात्रान् अभिनन्दति. स्पर्धमानं छात्रान् गुरुः अभिनन्दति. अभिनन्दति, कोऽपि जानाति वा अभिनन्दते इति? अभिनन्दति, तत्र परस्मै भवति वा? तत्र द्रष्टव्यमस्ति. सन्दीपः महोदय वा जानाति वा तत्र षष्ठी तत्र आत्मनिपदि भवति इति मम भाति, न जाने. किन्तु अभिनन्दनं करोति इति वदतु एकवारं तर्हि, तत्र अभ्यासः भवतु. अभिनन्दनं करोति इति भवति चेत् कथमस्ति वाक्यं? स्पर्धमानं छात्रान् गुरुः अभिनन्दनं करोति. पुनः स एव दोषः, यः दोषः तत्र अस्माभिः दृष्टः इदानीं. समीकरोतु. स्पर्धमानस्य छात्राणां स्पर्धमानानां छात्राणां गुरुः अभिनन्दनं करोति. इदानीं सुन्दरमस्ति. अग्रे अग्रे कः वदति अग्रे शीघ्रं? पुष्पा भगिनी वदतु वा. सः शिशोः रोगशान्तिं कामयमानात् औषधम् अन्वेषयति. अस्तु अस्तु. न न पुनः वाक्यद्वयं किमस्ति? सः शिशोः रोगशान्तिं कामयमानात् औषधं न प्रथमतया वाक्यद्वयमस्ति खलु, वाक्यद्वयं, लघुवाक्यद्वयम् अनन्तरं मेलनं. सः औषधं शिशोः रोगशान्तिं कामयते, तस्मात् औषधम् अन्वेषयति. हा हा, किन्तु तत्र प्रथमाविभक्तौ भविष्यति खलु, तत्र प्रथमाविभक्तौ मास्तु. किञ्चित् चिन्तयतु, तत् प्रथमा वक्तुं मास्तु. सुनिधि भगिनी अग्रे वदतु. भगिनी अस्ति, सदैव वदतु. हा अस्तु, सुनिधि भगिनी वदतु. सिद्धः नास्ति. अस्तु, सदैव महोदय वदतु. आं महोदय, बालकः मोक्षं लभते तं बहु क्षम्यतां महोदय, बालकः मोक्षं लभते तं बहु मोदते. न मोदतेति अकर्मकधातुः. तम् इति कथमस्ति? न तम् सः बहु मोदते. बालकः तम् इति कः? बालकम्. आम्, किन्तु मोदते इति अकर्मकधातु, तस्य कर्मपदं न भवति. मोदते बालकः मोदति, बालकं मोदते इति नास्ति, बालकः मोदते. मोदते चिन्तयतु, मोदते यथा उपविशति तम् उपविशति इति न भवति, बालकः उपविशति, बालकम् उपविशति इति न भवति, तथैव मोदते. किञ्चित् चिन्तयतु. अग्रे सन्दीपमहोदय कृपया. वृकः बकं भुङ्क्ते, तं शृगालः पश्यति. बकं भुञ्जानं वृकं शृगालः पश्यति. हा अस्तु, सुन्दरम्. अग्रे कस्यचित् वाक्यम् अवशिष्टमस्ति? अजय, ते देवं वन्दते. तेभ्यः किमस्ति? देवं वन्दते. देवं वन्दते तेभ्यः. अग्रे, तेभ्यः देवः वरं यच्छति. देवं वन्दमानेभ्यः तेभ्यः देवः वरं यच्छति. हा, किन्तु प्रथमं सम्यक् अस्ति, किन्तु प्रथमं लघुवाक्यं तत्र एकवचने आसीत् खलु, देवं वन्दते. देवं वन्दते, आम् वन्द आम् ते देवं वन्दन्ते, तेभ्यः देवः वरं यच्छति. देवं वन्दमानेभ्यः तेभ्यः देवः वरं यच्छति. हा हा हा, सम्यक् सम्यक्. अन्य कोऽपि वा अवशिष्टः? भक्तः प्रार्थयते तं पश्य. भक्तः प्रार्थयति तं पश्य. तं पश्य, अस्तु. महोदय, एकनिमेषः. हा, सुनिधि भगिनी वदतु कृपया. प्रार्थयमानं भक्तं पश्य. हा सुन्दरं, बहु बहु सम्यक् अस्ति, सुन्दरं सुन्दरम्. अस्तु पुष्पागिनी वदतु. शिशोः रोगशान्तिं कामयते, तस्मात् औषधम् अन्वेषयति. शिशोः रोगशान्तिं कामयमानात् तस्मात् औषधम् अन्वेषयति. न तथा नास्ति. तथा भवती किं कर्तुमिच्छति इति अवगच्छामि. पुनः लघुवाक्यद्वयं वदतु. शिशोः रोगशान्तिं कामयते. शिशोः रोगशान्तिं कामयते. कः कामयते? कः शिशोः रोगशान्तिं कामयते? सः शिशोः रोगशान्तिं कामयते. तर्हि कामयमानः सः. तर्हि शिशोः रोगशान्तिं कामयमानः सः. अनन्तरं द्वितीयवाक्यं किमस्ति? तस्मात् औषधम् अन्वेषयति. हा किन्तु तस्मात् इति, तस्मात् इति कस्मात्? न तथा किमपि नास्ति अत्र. तस्मात् इत्युक्ते तस्मात् कारणात् खलु. तस्मात् कारणात् सः औषधं क्रीणाति यत्किमपि अस्ति खलु. अत्र नाम भवत्याः वाक्यं पुनः प्रथमविभक्तो अस्ति, न तु पञ्चमी. कामयमानात् इति नास्ति. तस्मात् इति सः कामयते. द्वितीयवाक्यं किमस्ति? तस्मात् सः औषधम् अन्वेषयति. हा सः इति यः कामयते सः औषधम् अन्विषति खलु. उभयत्र प्रथमविभक्तो अस्ति. अस्तु नास्ति चिन्ता, समीचीनं चिन्तनं सम्यक् अस्ति. इदानीं समयः जातः अस्ति, अपि च अस्माकं पुस्तकं समाप्तम्. अभिनन्दनानि. पुस्तकं समाप्तमस्ति, अन्तिमपृष्ठद्वयं तत्र किमपि नास्ति. अस्माकं चिन्तनं बहु लाभदायकं जातमस्ति. अपि च अग्रिमे सप्ताहे तत्र अग्रिमं पुस्तकम् आरप्स्यते. सर्वेषां पार्श्वे तत्र तत् पुस्तकं स्यात्. अस्तु बहु समीचीनम्, अभिनन्दनानि. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.